नमस्कारः. तर्हि गतसप्ताहे वयम् अद्यतन श्वस्तन ह्यस्तन इति दृष्टवन्तः. तस्य किञ्चित् पुनः पश्येम. उदाहरणार्थम् अद्यतनविषयः रोचकः, आसक्तिकरः अद्यतनविषयः आसक्तिकरः. अद्यतनवर्गस्य विषयः व्याकरणं. श्वस्तनवर्गस्य विषयः साहित्यं. ह्यस्तनवर्गस्य विषयः इतिहासः. एवं रीत्या वयं वदामः. तर्हि वाक्यानि एकवारं ह्यस्तन श्वस्तन अद्यतन इति पश्यामः. महोदय वदतु. अद्यतन यत्किमपि अद्यतन श्वसन ह्यस्तन अद्यतनवातावरणं सम्यक् अस्ति. हा, अद्यतनवातावरणं सम्यक् अस्ति. ह्यस्तन सङ्गणकः न आसीत्. ह्यस्तनसङ्गणकं नासीत् इति न वदामः. नाम ह्यः सङ्गणकं नास्ति, नासीत् ह्यः. ह्यस्तनसङ्गणकम् अद्य नास्ति इति वा? पुनः वदतु. ह्यस्तनकाले सङ्गणकं नासीत् एव. ह्यस्तनकाले सङ्गणकं नासीत्. समीचीनमस्ति. सन्ध्या भगिनी वदतु. ह्यस्तनवर्गः कठिनः आसीत्. कठिनः आसीत्. समीचीनम्. हा महोदय. अद्यतन पाकम् आसीत्. अद्यतनपाकः अद्यतनपाकः तस्य प्रसङ्गे किमपि वक्तव्यमस्ति. अद्यतनपाकः सम्यक् अस्ति. असमीचीनः अद्यतनपाकः असमीचीनः वा? सम्यक् अस्ति वा? सम्यक् अस्ति. ओ, खादितवान्? खादित्वा आगतवान्. अस्तु, समीचीनं. भगिनि, देवालये अद्यतनपूजा पातुं अद्यतनपूजां पातुं नाम ग्रहीतुं. पातुं मीन्स् पातुं नाम पिबति वा? पातुं नाम पिबति. पीतवती वा? नो नो, पूजां पीतवती? नो नो, कथमासीत् दृष्ट्वा आनन्दिता अस्मि. देवालये अद्यतनपूजां दृष्ट्वा अस्तु. तर्हि प्रलापः अस्ति अत्र, पठतु. अद्यतन श्वस्तन हस्तन एतत् सम्भाषणं पठतु. अद्य परीक्षा आसीत् वा? आम् आसीत्. न, वार्तालाप नाम जनद्वयम् अस्ति खलु. भवान् आम् आसीत्. अद्यतनप्रश्नपत्रिका कथम् आसीत्? अद्यतनप्रश्नपत्रिका सरला आसीत्. ह्यस्तन प्रश्नपत्रिका तु कठिना आसीत् एकनिमेषः अत्र कथमस्ति भ्रमात्मकविषयः अस्ति अत्र कुत्र आरम्भः यत्र कोट् मार्क् अस्ति खलु तत्र एकस्य पुरुषस्य आरम्भतः करोतु अद्य परीक्षा आसीत् वा आम् आसीत् अद्यतन प्रश्नपत्रिका कथम् आसीत् अद्यतन प्रश्नपत्रिका सरला आसीत् हस्तन प्रश्नपत्रिका तु कठिना आसीत् श्वस्तन परीक्षार्थम् अभ्यासं कृतवान् वा भवान् आम् किञ्चित् कृतवान् इति वार्तालापः संभाषणम् तत्र अवगमनम् अस्ति वा सर्वेषाम् अद्य परीक्षा आसीत् वा आम् आसीत् अद्यतन प्रश्नपत्रिका कथम् आसीत् इति द्वितीय पृच्छति अद्यतन प्रश्नपत्रिका सरला आसीत् ह्यस्तन प्रश्नपत्रिका तु कठिना आसीत् अवगतं वा महोदय अवगच्छति वा श्वस्तन परीक्षार्थम् अभ्यासं कृतवान् वा भवान् नेक्स्ट् न न अहं पृच्छामि डिड् यू अण्डर्स्टेण्ड् कुड् यू केच् इट् मीनिङ्ग् नो ऐ डिड् नाट् हा अद्य परीक्षा आसीत् वा न आरम्भतः अवगच्छति वा अद्य परीक्षा आसीत् वा अवगच्छति वा भवान् अद्य प्रश्नपत्रिका कथम् आसीत् हा कथम् आसीत् अवगच्छति वा यदि अहं पृच्छामि अवगच्छति वा ऐ एम् आस्किङ्ग् इफ् यू अण्डर्स्टुड् No, I don't understand. So you didn't understand? Okay. No, I will take it later. You continue the class because I'll pick it up. As okay. I've not done any work. Okay, okay. So I don't want to spoil the mood of the class. All right, okay. I'll listen. No problem. All right. So, sarve avagatavantah, kalu? Huh? Artaha? Astu. Iti vayam drishtva. Idanim, aham yadi vadami, अहम् इदानीं कुशली अस्मि ह्यः अहं कुशली किं वदामि अहं ह्यः अहं कुशली किन्तु अहं आसम् अद्य अहं कुशली अस्मि इदानीं नूतनविषयः अस्ति नूतनविषयः तर्हि अद्य अहं कुशली अस्मि ह्यः अहं कुशली आसम् अस्तु सर्वे एकं वाक्यं वदन्तु अद्य अहं शिक्षकः अस्मि ह्यः पूर्वम् अहं बालकः आसम् सर्वे वदन्तु अस्मि आसम् अहं श्रोतुमिच्छामि वाक्यम् अहम् अद्य गृहिणी अस्मि अहं पूर्वं बालिका आसम् अस्तु अनन्तरं ह्यः अहं कार्यालये अस्मि अद्य ह्यः न अद्य अद्य छात्रः अद्य छात्रः अस्मि पूर्वम् अभियन्ता किन्तु आसम् इति अहं श्रोतुम् इच्छामि आसम् पुनः वदतु अद्य अहं छात्रः अस्मि छात्रः अस्मि ह्य पूर्वम् अभियन्ता आसम् अद्य प्रातःकाले अहं गृहे अस्मि न तत्र भूतकाले अस्ति अद्य अहं गृहे अस्मि ह्यः अहं कार्यालये आसम् हा समीचीनमस्ति अनन्तरम् अद्य अहं शिक्षिकाम् अस्मि अद्य अहं छात्रः छात्रः अस्मि छात्रः छात्रः अस्मि अहं पूर्वकाले बालकम् आसम् बालकः बालकः आसम् समीचीनम् अस्तु सन्ध्या भगिनी वदतु ह्यः अहं कार्यालये आसम् अद्य किन्तु अद्य अद्य कुत्र अस्ति ओ इदानीम् इदानीं मम गृहे अस्मि हा समीचीनमस्ति वदति वा ह्यः अहं गृहे अस्मि आसम् आसम् आगच्छतु स्वागतम् अद्य बेटरी अस्ति वा शक्तिशाली समस्या न भविष्यति वा अद्य इदानीम् अस्ति शक्तिः अस्ति समाप्तः न भविष्यति वा लैन् न अपेक्षते वा अद्य अहं विश्वविद्यालयम् आसीत् अद्य अद्य आसम् अद्य आसम् ओके सो यस्टर्डे इदानीं कुत्र अस्ति इदानीं छात्रः इदानीम् अहं प्रकोष्ठे प्रकोष्ठे अस्मि अस्मि इदानीम् अहं प्रकोष्ठे अस्मि अस्मि ओके अस्मि प्रातःकाले ह्यः अहं गृहे अस्मि आसम् अस्मि अस्मि वदन्तु अस्मि अस्मि अस्मि अस्मि आसम् आसम् आसम् आसम् हा अस्तु महोदय वदति वा वाक्यम् अहम् अहं विद्यालय महाविद्यालय अस्ति अस्मि अहम् अस्मि अत्र अस्मि अत्र अस्मि अहं विद्यालय अस्मि पश्यतु अत्र बालकः अस्ति बालिका अस्ति छात्रः अस्ति अहम् अस्मि एकवचने अत्र एकवचने बालकः अस्ति बालिका अस्ति अहम् अस्मि अहम् अस्मि अहम् अस्मि अत्र पुरुषद्वयमस्ति प्रथमपुरुषः अपि च उत्तमपुरुषः प्रथमपुरुषः उत्तमपुरुषः अनन्तरम् एकवचनं बहुवचनम् प्रथमपुरुषः उत्तमपुरुषः बालकः कः पुरुषः अहं कः पुरुषः अहं वचनं किम् बालकः वचनं किम् न न अहम् अहम् एकम् एकवचनम् आवाम् इति द्विवचनम् वयम् इति तर्हि वयमिति बहुवचनम् इदानीं द्विवचनं मास्तु अग्रे गत्वा वयं करिष्यामः भविष्ये वयं करिष्यामः द्विवचनम् इदानीम् अहमिति एकवचनम् उत्तमपुरुषः एकवचनम् उत्तमपुरुषः तर्हि बालकः किम् अस्मि अथवा अस्ति बालकः अहम् बालकः बालिका पिता माता शुनकः गजः अस्तु समीचीनम् अस्ति किन्तु अहम् अस्मि अहम् वयम् कुत्र अत्र अस्ति वयं स्मः हा एकवचने बहुवचने अहम् अहम् अस्मि महोदय अहम् अहम् अस्ति अस्मि बालकः अस्ति वयम् अस्मि स्मः वयं स्मः स्वयम् इत्युक्ते वि स्मः पुस्तकं पश्यतु भोः वयं अहम् बालकाः सन्ति प्रथमपुरुषः बहुवचनं सन्ति बालकाः बालिकाः बिडालाः अहम् अहम् बालकः वयं ए भगिनि कुत्र अस्ति अत्र भवतु अहं वदतु अहम् वयं वाक्यं वदतु वयं वयं स्मः वयं स्मः वदतु अहम् बालकः बालकाः सन्ति समीचीनं अस्तु तर्हि इति वर्तमानकालः खलु वर्तमानकालः इदानीं प्रातःकाले अहं गृहे आसम् प्रातःकाले अहं गृहे आसम् बालकः प्रातःकाले विद्यालये आसीत् इदानीं ह्यः वयं आहारमन्दिरे आस्म ह्यः ह्यः पुनः वदतु वयं ह्यः वयम् आहारमन्दिरे आस्म पुस्तके अस्ति आस्म अस्तु अस्तु अस्तु अस्तु समीचीनं हा तर्हि बालकाः ह्यः गृहे बालकाः ह्यः गृहे आसन् आसन् इदानीं बालकः प्रकोष्ठे अस्ति ह्यः अहं गृहे आसम् कुत्र अस्ति पश्यतु इदानीं वयं प्रकोष्ठे प्रकोष्ठे आसम् इदानीं स्मः स्मः स्मः इदानीं स्मः सन्ध्या भगिनि किं प्रातःकाले बालिका गृहे आसीत् अस्तु इदानीम् अहं कुशलिनी अस्मि बाल्यकाले ते जनाः सर्वदा गृहे आसन् समीचीनमस्ति इदानीं प्रश्नः बाल्यकाले बालकाः बाल्यकाले सर्वदा गृहे आसन् बाल्यकाले बालका सदा गृहे आसन् अथवा ते जनाः अहम् उक्तवान् ते जनाः बाल्यकाले सर्वदा गृहे आसन् ते जनाः अस्तु इदानीं ह्यः वयं मिलित्वा प्रकोष्ठे ह्यः वयं मिलित्वा प्रकोष्ठे आस्म ह्यः अहं बहिः ह्यः अहं बहिः आसम् न आसम् आसम् आसन् आसम् अत्र अत्र प्रथम उत्तमपुरुषः एकवचनम् अत्र लिखतु अत्र एकवचनम् एकवचनम् अत्र उपरि एकवचनम् बहुवचनम् ह्यः अहं बहिः आसम् अस्तु समीचीनं विश्वनाथ महोदय अद्य वयं प्रकोष्ठे स्मः भगिनि सा बालिका ह्यः विश्वविद्यालये सा बालिका ह्यः विश्वविद्यालये पश्यतु आसीत् सः सर्वं जानाति सः लिखतु यथा अस्ति अत्र अस्तु समीचीनं अनन्तरं तत् पुस्तकं ह्यः मम गृहे आसीत् इदानीं मम पुस्तकम् अत्र अत्र प्रकोष्ठे अस्म इदानीम् एतत् पुस्तकं मम प्रकोष्ठे आसम् इदानीम् अस्ति अस्ति पुस्तकम् अस्ति अवगच्छति वा अवगच्छतु अवगच्छामि अवगच्छामि वदतु अवगच्छामि अवगच्छामि अस्तु एषः आसन्दः ह्यः बहिः आसीत् इदानीं प्रकोष्ठे अस्ति समीचीनं सन्ध्या भगिनी वयं बाल्यकाले बहु कार्यं न तत् न भविष्यति वयं बाल्यकाले गृहे आस्म इदानीं वयं प्रकोष्ठे स्मः अस्तु अवगच्छन्ति वा वयम् अवगच्छामः अहम् अवगच्छामि वयं बालकः अवगच्छति अहम् वयं बालकः अवगच्छति शुनकः अस्तु समीचीनम् अस्तु तर्हि इदानीं किं कुर्मः अस्तु कथा अस्ति सर्वेषां पार्श्वे अस्ति वा कथा भवती उक्तवती खलु केवलम् अभ्यासपुस्तकं मास्तु किञ्चित् काचित् कथा अपेक्षिता अस्ति खलु अस्तु भगिनी पठतु. कश्चन महावृक्षः आसीत्. कथायाः नाम काकस्य उपायः. काकस्य उपायः. कश्चन महावृक्षः आसीत्. उच्चैः करोतु, ये सन्ध्या भगिनी श्रोतुं शक्नोति. कश्चन महावृक्षः आसीत्. श्रोति वा भगिनी? अस्तु. तत्र एकः काकः पत्न्या सह वसति स्म. तस्य एव वृक्षस्य कोटरे एकः कृष्णसर्पः अपि वसति स्म. यदा काकी प्रसूता भवति तदा कृष्णसर्पः तस्याः शावकान् खादति स्म. एतेन काकः काकी च महतः दुःखम् अनुभवतः स्म. अस्तु, पश्यामः. अत्र स्म इति वयं कृतवन्तः खलु, स्म स्म स्म इत्युक्ते यथा पूर्वं पूर्वम् अहं बहु व्यायामं करोमि स्म, इदानीम् अहं व्यायामं न करोमि. पूर्वमहं बहु अध्ययनं करोमि स्म, इदानीम् अहम् अध्ययनं न करोमि. पूर्वम् अहं विश्वविद्यालयं गच्छामि स्म. अवगच्छति वा? अस्तु, तर्हि काकस्य उपायः. कश्चन महावृक्षः आसीत् पूर्वं. तत्र एकः काकः पत्न्या सह वसति स्म. पत्न्या इत्यस्य का विभक्तिः? तृतीया विभक्तिः. वसति स्म. तस्य एव वृक्षस्य कोटरे एकः कृष्णसर्पः अपि वसति स्म. नाम कृष्ण वृक्षस्य अन्तः, वृक्षस्य अधः अन्तः कोटरे एकः कृष्णसर्पः अपि वसति स्म. यदा काकी प्रसूता भवति, प्रसूता इत्युक्ते आङ्ग्लभाषया संस्कृतभाषया वदन्तु. प्रसूता यदा एकस्मिन् दिने, न संस्कृतेन वदतु, एकस्मिन् दिने महिला गर्भवती भवति, तदा एकस्मिन् दिने यः शिशुः अन्तः आसीत् सः यस्मिन् दिने बहिः आगच्छति तस्मिन् दिने महिला प्रसूता भवति खलु. इत्युक्ते यत् वृक्षस्य अन्तः यत्र स्थानमस्ति, कोटरे. कम्पौण्ड् इति न, कोटरं नाम विशेषतः वृक्षस्य, अन्तः यत्र स्थानमस्ति. सर्वेषां वृक्षाणां न भवति, अत्र कुत्रचित् भवति, सर्वत्र न भवति. बहूनां वृक्षाणां कुत्र न भवति, किन्तु अत्र अस्ति कोटरम्. अत्र नपुंसकलिङ्गशब्दः अस्ति कोटरम्. तर्हि यदा काकी प्रसूता भवति तदा कृष्णसर्पः तस्याः शावकान् खादति स्म. शावकः नाम यः नवजातशिशवः, शावकान् खादति स्म. एतेन काकः काकी च महत् दुःखम् अनुभवतः स्म. एतेन काकः काकी च महत् दुःखम् अनुभवतः स्म अनुभवतः इति इति द्विवचनमस्ति अनुभवति अनुभवतः अनुभवन्ति बहु द्विवचने अस्ति द्विवचन अस्तु सन्ध्या भगिनी अग्रे अग्रे पठति वा पठतु अतः एकदा काकः स्वमित्रस्य शृगालस्य समीपं गत्वा उक्तवान् भोः मित्र सः कृष्णसर्पः कथञ्चित् मारणीयः उपायं सूचयतु इति शृगालः कालः एकम् उपायं सूचितवान् तत् श्रुत्वा काकः बहु सन्तुष्टः अतः एकदा माने नाम एकस्मिन् दिने वन्स् एकदा अतः एकदा काकः स्वमित्रस्य शृगालस्य शृगालं वयं जानीमः खलु जाको अथवा फाक्स् पञ्चतन्त्र गीदर् शृगालः शृगालस्य समीपं गत्वा उक्तवान् अतः एकदा काकः स्वमित्रस्य शृगालस्य समीपं गत्वा उक्तवान् भोः मित्र सः कृष्णसर्पः कथञ्चित् मारणीयः मारणयोग्यः मारयितुं योग्यः उपायं सूचयतु इति शृगालः एकम् उपायं सूचितवान् तत् श्रुत्वा काकः बहु सन्तुष्टः तदनन्तरं काकः सर्वे अवगतवन्तः वा सन्ध्या भगिनी अवगच्छति वा कथञ्चित् अत्र कथम् इति वयं जानीमः खलु कथं कथमस्ति भवान् कथमस्ति इदानीम् उदाहरणार्थं कः अत्र अस्ति वा अत्र प्रथमवाक्यं पश्यामः अत्र कश्चन महावृक्षः आसीत् कश्चन इति अवगच्छति वा कश्चन अत्र कः सः कः इति वयं वदामः खलु सः रामः सः कः सः रामः कः इदानीं कः प्लस् चित् अथवा चन समानमेव चित् अथवा चन कः नाम कश्चन इत्युक्ते कोऽपि अस्ति किन्तु कः इति वयं न जानीमः कश्चन महावृक्षः नाम एकः वृक्षः आसीत् किन्तु कः वृक्षः वयं न जानीमः कः वृक्षः नाम लोके बहवः वृक्षाः सन्ति अत्र कथा वदति यत् एकः वृक्षः आसीत् कः वृक्षः वयं न जानीमः कश्चन आसीत् कश्चन आसीत् कः न जानीमः कश्चन कश्चन अनन्तरं क्षण कश्चन क्षण चित् अपि तथा कश्चित् कश्चित् वृक्षः अथवा कश्चन वृक्षः कश्चित् अथवा कश्चन समानमेव तस्य अर्थः अस्ति यत् एकः आसीत् किन्तु कः इति वयं न जानीमः बहवः वृक्षाः सन्ति एकस्मिन् सः न एकः अस्यां कथायाम् एकः वृक्षः आसीत् कश्चन वृक्षः अथवा कश्चित् वृक्षः इदानीं कथञ्चित् कथञ्चित् अपि तथा कथं कथां सः तत्र गतवान् तावत् दूरं सः गतवान् कथाम् इति न जानीमः कथञ्चित् गतवान् सः इतः तत्र एकस्मिन् दिने इतः भारतदेशं गतवान् विमानं तु नासीदेव कथाम् एकस्मिन् दिने इतः भारतदेशं गतवान् इति अहं न जानीमः किन्तु कथञ्चित् सः गतवान् कथञ्चित् सः कृष्णसर्पः कथञ्चित् मारणीयः केन् वी यूस् दिस् चित् वित् एनी आफ् दि सर्वनामानि सर्वनामानि लैक् वन्स् अपान् ए टैम् नाम उदाहरणार्थं कश्चित् बालकः आसीत् कश्चित् बालकः आसीत् कः इति वयं न जानीमः किन्तु कश्चित् बालकः आसीत् काचित् बालिका आसीत् केचन जनाः आसन् कश्चन कुक्कुरः आसीत् किञ्चित् इति वयं जानीमः किञ्चित् इति स्माल् इति एकः अर्थः अन्य अर्थः नाम किञ्चित् पुस्तकं तत्र आसीत् किं पुस्तकम् इति न जानीमः किञ्चित् पुस्तकमासीत् प्रकोष्ठे एकं पुस्तकमासीत् किञ्चित् अथवा किञ्चन अथवा किञ्चित् सन्ध्याभगिनी अवगच्छति वा प्रश्नः अस्ति वा अवगमनमस्ति वा अस्तु श्रीकालः एकम् उपायं सूचितवान् तत् श्रुत्वा काकः बहु सन्तुष्टः तदनन्तरं काकः उड्डयनं कुर्वन् नगरम् आगतवान् तत्र महाराजस्य प्रासादस्य सरोवरे अन्तःपुरस्त्रियः जलक्रीडायां मग्नः आसन् तासां वस्त्राणि आभरणानि तासां वस्त्राणि आभरणानि च सरोवरस्य सोपानेषु स्थापितानि आसन् काकः तत्र गतवान् एकं सुवर्णहारं स्वीकृत्य अरण्याभिमुखं प्रस्थितवान् तत् दृष्ट्वा राजभटाः काकम् अनुसृतवन्तः तदनन्तरं काकः उड्डयनं कुर्वन् काकः उड्डयनं कुर्वन् नगरम् आगतवान् तत्र महाराजस्य प्रासादस्य प्रासादः इति वयं जानीमः प्रासादः महाराजस्य भगिनि प्रसादः इति प्रसादमिति जानाति वा प्रसादः प्रसादः इति न प्रासादः प्रासादः इति पेलेस् प्राकारः इस् इट् ईक्वल् वर्ड् प्राकारः But I don't know that. We have a Telugu word. You say prakala, right? महाराजस्य प्रासादस्य सरोवरे सरोवरः सरोवरे अन्तःपुरस्त्रियः जलक्रीडायां मग्नाः आसन् अत्र अवगच्छन्ति वा सरोवरः इति यत्र जलमस्ति जलं बहिः अस्तु सरोवरे अन्तःपुरस्त्रियः नाम प्रासादस्य स्त्रियः प्रासादस्य अन्तःपुरस्त्रियः जलक्रीडायां मग्नाः आसन् अवगच्छन्ति वा लीनाः लीनाः मग्नाः लीनाः सन्ध्या भगिनी हा हा अवगच्छति वा हा अस्तु अग्रे तर्हि तासां वस्त्राणि तासाम् इति का विभक्तिः हा षष्टि द्वितीय कुत्र षष्टि मम तस्य मम पुस्तकं तस्य पुस्तकं तासां स्त्रियां षष्टि बहुवचनं वयं न कृतवन्तः What is the pronoun for it? Which pronoun is Sa. Sa tasa. Sa balika. Sa balika. Sa ityasya bahuvachanam kim sa? Sa balika. Taha. Taha balikaha. Pratama vibhaktihi. Tasya taha ityasya shashti bahuvachanam. Taha iti pratama shashti. Pratama bahuvachanam. तस्य षष्टि बहुवचनं तासा तासां वस्त्राणि आभरणानि आभरणं जानन्ति वा सर्वे आभरणं सन्ध्या भगिनी आभरणम् ओर्नमेण्ट् ज्युवेलरी ज्युवेलरी तासां वस्त्राणि आभरणानि च सरोवरस्य सोपानेषु सोपानेषु स्टेप्स् सोपानेषु स्थापितानि आसन् So, sopaneshu, sarovarasyu sopaneshu. Sopaneshu iti saptami bahuvachanam. Sopaneshu saptami bahuvachanam. Sarovarasya iti ka vibhakti sarovarasya? Shashti. Shashti. Shashti, kalu? Sarovarasya sopaneshu sthapitani asan. अवगच्छति वा स्थापितानि आसन् कानि स्थापितानि आसन् आसन् काकः तत्र गतवान् एकं सुवर्णहारं स्वीकृत्य सुवर्णहारं स्वीकृत्य अरण्याभिमुखं प्रस्थितवान् प्रश्नः अस्ति चेत् पृच्छन्तु अवगच्छति सर्व सन्ध्या भगिनी अवगच्छति अस्तु अरण्याभिमुखम् इत्युक्ते किम् अरण्य अरण्याभिमुखं तस्यां दिशि प्रस्थितवान् तत् दृष्ट्वा राजभटाः काकम् अनुसृतवन्तः अस्तु अवगच्छति वा सद्या भगिनी? भटः भटः नाम एवं हा भटः इत्युक्ते राजभटः हा भवती वदति यत् अहम् अवगच्छामि किन्तु भट न जानाति गार्ड्स् पेलेस् गार्ड्स् समीचीनं हा अस्तु अग्रे अरण्यम् आगत्य महावृक्षस्य कोटरे तं हारं पातितवान् इत्युक्ते बालकः पतति बालकः पतितवान् किन्तु किन्तु काकः हारं पातितवान् पातितवान् स्वयं दूरं गतवान् च राजभटाः तत्र आगतवन्तः कोटरे हारं दृष्टवन्तः तदा तत्र स्थितः कृष्णसर्पः कोपेन बहिः आगतवान् राजभटाः दण्डप्रहारेण तं मारितवन्तः हारं च नीतवन्तः अस्तु अवगतवान् काकः अरण्यम् आगत्य महावृक्षस्य कोटरे तं हारं पातितवान् स्वयं दूरं गतवान् च कः दूरं गतवान् कः काकः दूरं गतवान् स्वयं काकः स्वयं नाम हिमसेल्फ स्वयं काकः दूरं गतवान् च राजभटाः तत्र आगतवन्तः कोटरे हारं दृष्टवन्तः तदा तत्र स्थितः कृष्णसर्पः कोपेन बहिः आगतवान् कोपेन राजभटाः दण्डप्रहारेण तं मारितवन्तः हारं च नीतवन्तः अन्तिमवाक्यम् तदनन्तरं काकः स्वपत्न्या सह सुखेन जीवितवान् कथायाः अन्तः सर्वदा सुखेन जीवितवन्तः तदनन्तरं काकः स्वपत्न्या सह सुखेन जीवितवान् अस्तु स्पष्टमस्ति अस्तु कथायाः सारांशः कः आरम्भतः भवान् वदतु किं किम् अस्ति अनन्तरं किञ्चित् वदतु आरम्भतः एकदा कश्चन वृक्षे एकः काकः तस्य पत्नी सह वसति स्म अनन्तरं वृक्षस्य कोटरे कृष्णसर्पः वसति स्म शाकवान् कृष्णसर्पः खादितवान् खादति स्म शावकान् खादति स्म काकस्य शावकान् शावकान् काकस्य शावकान् खादति स्म अनन्तरं भगिनि एतेन काकः काकी च दुःखम् अनुभवतः स्म. अनन्तरम् अतः काकम् एकमित्रस्य उपायं गृहीतवान्. मित्रस्य उपायं कस्य? कीदृशमित्रं? शृगालस्य. समीचीनं. उपायं स्वीकृतवान्. अनन्तरं सन्ध्या भगिनी. ओहो, न न पुनः पुनः पठनमिति पठनमिति न भवती स्वस्य स्वस्य मन स्वस्य मनसि यत् अस्ति भवती वदतु. काकः मित्रस्य गृहं गतवान्. मित्रस्य गतवान्. अनन्तरम् इति उक्तवान्. एकः उपायः एकम् उपायं शृगालः दत्तवान्. शृगालः दत्तवान्. अस्तु, समीचीनम्. अनन्तरं सन्तुष्टः. सन्तुष्टः काकः बहु सन्तुष्टः. सन्तुष्टः. अस्तु भगिनी अग्रे. काकः उड्डयनं कृत्वा नगरम् आगतवान्. अस्तु, अभिनन्दनं. नगरे महाराजस्य प्रासादे एकः सरोवर एकः तालः आसीत्. सरोवरः सरोवरः आसीत्. तस्य सरोवरस्य तीरे अन्तःपुरस्त्रियाः जलक्रीडां कुर्वन्ति स्म. अनन्तरं काकः एकं हारं गृहीत्वा उडितवान्. सन्ति क्रीडायां जले क्रीडन्ति स्म. वस्त्राणि सोपानेषु तदा सोपानेषु वस्त्राणि आभरणानि स्थापितानि. अनन्तरं काकः एकम् आभरणम् गृहीत्वा उड्डयनं कृत्वा अरण्यं गच्छति स्म. काकं सुवर्णहारं काकः सुवर्णहारं वृक्षस्य कोटरे पातितवान्. स्वयं दूरं गतवान्. अनन्तरं राजभट् तत्र आगतवन्तः कोटरे हारं दृष्ट्वा दृष्टवन्तः. दृष्टवन्तः किन्तु अस्तु तदनन्तरं तद् तत्र कृष्णसर्पः कोपेन बहिः आगतवान् राजभटाः दण्डप्रहारेण तं मारितवन्तः अनन्तरं पाकः काकी च सुखेन जीवन् जीवितवान् जीवितवन्तः इति कथा इति कथा समीचीनं अस्तु एतादृशी कथा वयं एतादृशीं कथां वयं पठितुं शक्नुमः प्रतिसप्ताहम् अस्मिन् अत्र पुस्तकमस्ति प्रतिसप्ताहम् अहं प्रेषयिष्यामि एकं स्केन् कृत्वा समीचीनमस्ति वा एवम् एवं रीत्या अस्माकम् अभ्यासः भविष्यति गत आगामि इति प्रायः वयं जानीमः खलु गतसप्ताहे गतमासे गतदिने गत किमपि यत् भूतकाले अनन्तरम् आगामि इति भविष्यत्काले आगामिमासे आगामि वर्गे यत्किमपि अस्ति अस्तु आगामि गत आगामि गत आगामि गत आगामि गत एकं वाक्यं वदतु शीघ्रमेव अनन्तरम् अग्रे गच्छामि आगामि मासे अहम् ओहयो प्रदेशे प्रदेशं गमिष्यामि द्वितीयविभक्ति गतसप्ताहे संस्कृतपाठं पुनः आरम्भ कृतवन्तः आरम्भं कृतवन्तः आगामिमासे सूर्यं तेजं समीचीनमस्ति गत भूतकाले गतमासे गतदिने आगामि इति भविष्ये तो गतमासे अहं बहु कार्यं कृतवान् गतसप्ताहे अहं भारतदेशं गतवान् गतवर्षे अहं बहु रुग्णः आसम् गतवर्षे गतमासे गतदिने सन्ध्या भगिनी अस्ति वा गतवर्षे अहं शालायाम् आसम् अहं शालायाम् आसम् कुत्र गतवर्षे अहं शालायाम् आसम् समीचीनं समीचीनम् अनन्तरं गतदिने अहं व्यायामम् अस्मि पुनः दिने गतदिने अहं व्यायामं कृतवती अस्तु चिन्तयतु अग्रे आगामि सप्ताहे मम गृहे पूजा भविष्यति समीचीनं गतवासरे अहं देवालयं गच्छामि गतवासरे किमुक्तवान् गतशनिवासरे शनिवासरे गतशनिवासरे अहं देवालयं गतवान् समीचीनमस्ति महोदय अवगच्छति वा आगामि आगामि माने नेक्स्ट गतमाने पास्ट् लास्ट् Gata saptahe, last week. Agami saptahe, next week. Astu. Idanim yavat tavat. Yavat tavat. Astu. नद्यां यावत् जलम् अस्ति तावत् सरोवरे नास्ति कर्णाटकं यावत् विशालं केरलं तावत् विशालं नास्ति अतः भवतः सर्वे हि यावत् चषकः अस्ति अत्र चषकः अस्ति कूपी अस्ति कूप्यां जलम् अस्ति कूपी बृहत् अस्ति चषकः लघु अस्ति तर्हि कूप्यां यावत् जलमस्ति तावत् जलं चषके नास्ति अवगच्छति वा यावत् नद्यां तावत् जले अस्ति नद्यां यावत् यावत् जले समुद्रे यावत् जले अस्ति जलमस्ति नद्यां यावत् जले नास्ति तावत् जलं नास्ति समुद्रे पुनः वदतु समुद्रे यावत् जलम् अस्ति नद्यां तावत् जलं नास्ति नास्ति इति समीचीनम् और सरोवरे तावत् जलं नास्ति बाङ्गलूरुनगरं यावत् सुन्दरं देहलीनगरं तावत् सुन्दरं नास्ति इति एतादृशमस्ति बालिका यावत् लिखति तावत् बालिका यावत् लिखति तावत् स्मरति क्रीडाङ्गणं गृहस्य अङ्गणं बृहत् वाक्यं वदतु क्रीडाङ्गणं गृहस्य अङ्गणम् क्रीडाङ्गणं गृहस्य अङ्गणम् क्रीडाङ्गणं यावत् विशालमस्ति नास्ति पद्यं मधुरं गद्यं नास्ति समीचीनमस्ति सः पठति कार्यं न करोति सः यावत् पठति तावत् कार्यं न करोति रामः खादति एषः न खादति रामः यावत् खादति तावत् एषः न खादति जनाः कार्यं कुर्वन्ति फलं प्राप्नुवन्ति जनाः यावत् कार्यं कुर्वन्ति तावत् फलं प्राप्नुवन्ति अस्तु अत्र केचन कानिचन उदाहरणानि अपि सन्ति प्रथमं पठतु एषा यावत् कार्यं करोति एषा यावत् कार्यं करोति तेषा तावत् एषा यावत् कार्यं करोति एषा बालिका यावत् कार्यं करोति सा तावत् टायर्ड् नास्ति न भवति एषा यावत् कार्यं करोति तावत् श्रान्ता न भवति अस्तु विचित्रमस्ति विचित्रमस्ति means rest rest shanta not tired shanta not tired shanta is tired As much work as she does, that tire she does not get. Astu. Samichana. It's a practice. Astu. Astu. Astu. Bhagini, agree. Sandhya. Himasya. Himasya yavad dhairyam asti. Mayi. Mayi. Mayi. Mayi dhairyam nasti. Tavat. Tavat mayi dhairyam nasti. Samichan, punaha vadatu. Himasya yavat dhairyam asti, tavat mayi dhairyam nasti. Samichan. Mayi. Aham iti sa saptami. Saptami, saptami. Mayi. अस्तु अग्रे भीमस्य यावत् धैर्यमस्ति मयि तावत् नास्ति मयि सप्तमी सः किन्तु अत्र भीमस्य भीमस्य अस्ति भीमस्य इति उक्तं मम तु मम इति वदतु मम मयि अपि भवितुम् अर्हति भीमे भीमे अपि भवितुम् अर्हति स्म भीमे यावधार्यम् अस्ति किन्तु भीमस्य अपि भवितुम् अर्हति तो भीमस्य इति उक्तं भीमस्य तु मम इति वदतु मम तावत् धैर्यं नास्ति द्वयमपि समीचीनं यावत् वदति सः यावत् वदति तावत् अहं न वदति न वदामि न वदामि अस्तु अग्रे मम भगिनी यावत् पठति तावत् भगिनी यावत् पठति तावत् अहं न पठामि पठामि अस्तु अग्रे सुधा यावत् क्रीडति तावत् अहं न क्रीडामि समीचीनमस्ति अस्तु अग्रे अन्तिममस्ति वा अन्तिममस्ति अस्तु अस्मिन् मम पुस्तकं पुरातनमस्ति अन्यत् वाक्यम् आसीत् तत् ते शक्तिवन्तः इदानीं प्रकोष्ठे यावत् तत्कृष्णफलकं यावत् लिखितुम् अस्ति एतत् कृष्णफलकं तावत् लिखितुं नास्ति लिखितुं लिखितम् अन्यत् अस्तु इदानीं सर्वे उदाहरणं वदन्तु स्वस्य पक्षतः वदतु यावत् तावत् बहु समीचीनमस्ति यावत् जीवेत् तावत् सुखं जीवेत् यावत् जीवेत् जीवेत् तावत् सुखं जीवेत् अस्तु अस्तु कुत्रचित् दृष्टवान् वा एकः श्लोकः अस्ति यावत् जीवेत् तावत् सुखं जीवेत् अस्तु अग्रे अग्रिमं वाक्यं सर्वे वदन्तु यावत् तावत् सुधा यावत् क्रीडति अस्तु अस्तु वदतु वदतु सुधा तावत् न क्रीडति तावत् न क्रीडति कः भवान् कः सुधा यावत् क्रीडति यावत् तावत् सुधा यावत् क्रीडति तावत् अहं क्रीडामि तावत् समीचीनम् अन्यत् वाक्यं श्लोकस्य न अन्यत् वाक्यं भवान् वदतु अत्र आसन्दे सङ्गणकम् आसीत् तत्र आसन्दे किन्तु यावत् आसन्दे सङ्गणकम् आसीत् अस्ति तत्र आसन्दे तावत् न किन्तु तथा वक्तुं न शक्नुमः अत्र यत्र मात्रा अस्ति मात्रा अवगच्छति वा मात्रा अत्र सङ्गणकस्य मात्रा इति न वक्तुं शक्नुमः कियत् मात्रा यत्र मापनमस्ति मापनम् अत्र मापनमस्ति वा तो वदतु तर्हि नूतनवाक्यं वदतु यावत् अहं पठिष्यामि तावत् ज्ञानम् अहं प्राप्नोमि प्राप्स्यामि यावत् अहं तेलुगुभाषा जानामि तावत् संस्कृतं न जानामि समीचीनं भाषां यावत् भाषां जानामि तेलुगुभाषां जानामि मम मित्रं यावत् मधुर गायकं गायति मम अहं न गायामि तावत् अहं न गायामि समीचीनं वृक्षस्य फलं यावत् मधुरः मधुरम् ओके मधुर तावत् तस्य पुष्पं न मधुरं समीचीनम् अन्यत् वाक्यं सन्ध्या भगिनी वदति वा राजेन सह यावत् धनम् अस्ति छात्रेण सह तावत् नास्ति किन्तु अत्र समीचीनमस्ति अत्र सः किं भवति तत्र सः इति न वदामः सः इति यत् न जीवति तस्य गते सप्ताहे अहम् उक्तवान् यः जीवति तत्र तावत् तस्य आवश्यकता नास्ति अहं चिन्तयामि स्म बहुत्र भवितुमर्हति किन्तु अत्र न अत्र पार्श्वे इति वदतु पार्श्वे सः तेन सह इति न पुनः वदतु तस्य पार्श्वे यावत् धनमस्ति पार्श्वे भवती पुनः वाक्यं वदतु मम वाक्यं राजेन सह न राजा इति वा राजा न किन्तु तादृशं पदं वयं न जानीमः राजा अत्र वदतु धनिकस्य धनिकः यस्य पार्श्वे बहु धनमस्ति सः धनिकः धनिकेन सह इति न धनिकस्य पार्श्वे न तदेव वाक्यं समीचीनं धनिकस्य पार्श्वे यावत् धनमस्ति तावत् धनं मम पार्श्वे नास्ति पुनः वदतु धनिकस्य पार्श्वे पश्यतु एतत् पुस्तकं मम पार्श्वे अस्ति अथवा मम समीपे इति वदतु एतत् पुस्तकं मम समीपे अस्ति एतत् पुस्तकं मम समीपे अस्ति धनिकस्य समीपे यावत् धनम्, धनिकस्य समीपे, धनिकस्य समीपे यावत् धनम् अस्ति, तथा भवति। किञ्चित् किञ्चित् हिन्दी जानाति खलु, उसकी पास, उसकी पास, उसके पास जितना पैसा है, उसके पास, के पास मतलब तस्य माने तस्य समीपे, धनिकस्य समीपे, यत्र यत्र पोजेशन भवति संस्कृत भाषायां तत्र समीपे एव दाम, तस्य तस्य समीपे, तावत् मम समीपे नास्ति। समीचीनम्, समीचीनमेव। अस्तु, अन्यत् वा? तुलस्य एकं पात्रं, कस्य पात्रं? तुलस्य, तुला, तुला एकस्य पात्रं, तुला प्रायः स्त्रीलिङ्गशब्दः अस्ति खलु, तुला, तुलायाः, तुलायाः एकस्य पात्रं यावत् धनम् अस्ति, द्वितीयपात्रं तावत् धनम् अस्ति। किन्तु अत्र पात्रे सप्तमी खलु, अधिकरणं तुलायाः एकस्मिन् पात्रे यावत् एकस्मिन् पात्रे यावत् धनम् अस्ति, अपरस्मिन् पात्रे तावत् धनं नास्ति। अस्तु, अन्यत् वाक्यं? कार्यानानि कार्यानानि कार्यानं किं कार्यानानि सन्ति तावत् चालकाः न सन्ति। समीचीनं, यावत् कार्यानानि सन्ति तावत् चालकाः न सन्ति। अस्तु, समीचीनम्। अन्यत्? मम माता यावत् अत्यधिकस्नेहवती मम पिता तावत् मम पिता न स्नेहवान् स्म। अस्तु अस्तु, अवगतं, समीचीनम्। ओके, स्नेहवान्, ऐ वांट टु गेट द बेटर वर्ड फॉर स्नेहवती, स्नेहवती, स्नेहवती, स्नेहवान्, समीचीनम्। अन्यत् वाक्यम्? एतत् प्रकोष्ठे यावत् एतस्मिन् प्रकोष्ठे यावत् छात्राः सन्ति तावत् फीमेल् स्टूडेण्ट्स् छात्राः विद्यार्थिनः विद्यार्थिनी विद्यार्थिन्यः छात्राः छात्राः छात्राः राइट बहुवचने द्वयमपि समानं छात्राः छात्राः छात्राः सो हौ विल् वी डिफरेंशिएट एतस्मिन् प्रकोष्ठे यावत् छात्राः पुरुषाः सन्ति तावत् बालिकाः न सन्ति विद्यार्थिनः न सन्ति। अस्तु, किन्तु एकमहं वक्तुम् इच्छामि, अत्र साधारणतया सामान्यतया अत्र यावत् तावत् वयं वदामः यत्र गणनं न भवति, यत्र गणनं न भवितुमर्हति, यत्र मात्रा अस्ति तत्र समीचीनमस्ति। अतः यावत् धनमस्ति, धनम् इत्यस्य गणनं न भवति, यत्र मात्रा अस्ति, जलं, धनं, सौन्दर्यं, गुणः यथा स्नेहः, गुणः तत्रापि भवति, क्वाण्टिटि न, यत्र गणनं न भवति, अत्रापि क्वाण्टिटि, नाम नाम एस् मेनि इति न वदामः अत्र, यत्र मात्रा अस्ति गणनं नास्ति, तत्र यावत् इति अव्ययम्, यावत् इति अव्ययम्, अव्ययं नाम तस्य विभक्तिरूपाणि न सन्ति, विभक्तिरूपाणि न सन्ति। किन्तु यदि वयं वक्तुमिच्छामः यत्र गणनं भवति तत्र विभक्तिः अपेक्षिता अस्ति, विभक्तिः, उदाहरणार्थं यावन्तः छात्राः सन्ति यावत् तत्र अग्रे गत्वा वयं करिष्यामः, तत्र वयं वक्तुं शक्नुमः तत्र विभक्तिरूपं अपेक्षितमस्ति, यावन्तः छात्राः सन्ति एतादृशं भवति. नो चेत् यत्र गणनं न भवति तत्र यावत् प्रयोगं शक्नुमः कर्तुं शक्नुमः. अस्तु, हा अत्र प्रश्नः अस्ति कुत्रचित्. किम् एतत् अण्डेतस्मिन् एतत् अण्डेतस्मिन् एतस्मिन् इस् एतत् इति प्रथमाविभक्तिः. एतत् प्रथमाविभक्तिः एतस्मिन् सप्तमी. हा नाम प्रकोष्ठे इति भवती उक्तवती खलु प्रकोष्ठे. तो एतत् ए नाम एषः प्रकोष्ठः. अत्र एषः प्रकोष्ठः. अत्र प्रकोष्ठः इति अस्य विशेषणम् एषः. अग्रे गत्वा वयं ज्ञास्यामः यत् पदस्य या विभक्तिः यद्वचनं च यद् लिङ्गं च विशेषणस्य अपि सा विभक्तिः तद्वचनं तद्लिङ्गं भवति. अतः एतत् प्रकोष्ठः इति वक्तुं न शक्नुमः. एषः प्रकोष्ठः, एतत् यानम्, एषः प्रकोष्ठः. तर्हि प्रकोष्ठे यदि सप्तमी वक्तव्यमस्ति तर्हि एषः तत्र एतस्मिन् सप्तमी. संस्कृतभाषायां विभक्तिः सर्वत्र भवति, बहूनि रूपाणि सन्ति. शनैः शनैः, अतः अभ्यासपुस्तके एतत् सर्वं न भवति, आवश्यकता नास्ति. अभ्यासपुस्तकं परिसमाप्य अग्रे बहु किमपि अस्ति, वयं करिष्यामः. किन्तु हा तावदेव. अस्तु, धन्यवादः. नमस्कारः.